नमस्सर्वेभ्यः अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. अद्यतनविषयः अस्ति चुरादिगणः इति. तत्र नूतनविषयः अस्ति अतः आरम्भतः एकवारं पठामः. तत्र अदन्त अङ्ग अदन्त अङ्गेषु चुरादिगणः अन्यतमः अस्ति. यत्र विकरणप्रत्ययस्य योजनानन्तरम् अङ्गम् अदन्तं भवति, ह्रस्वकारान्तं भवति. तर्हि तत्र अदन्ताङ्गेषु अयं गणः चुरादिगणः अन्तिमः गणः. एतावता अस्माभिः द्वादिगणः, दिवादिगणः, दादिगणः च अधीतः. इदानीं चुरादिगणः अन्तिमः गणः अदन्ताङ्गेषु. तत्पश्चात् तत्र अनदन्ताङ्गानाम् अध्ययनं भविष्यति. तत्र अनदन्ताङ्गानां सिद्धतिङ्प्रत्ययाः, तेषां निष्पादनं कथम् इति वयं पश्यामः. इत्युक्ते तत्र अदन्ताङ्गानां कृते केचन आदेशाः दृष्टाः अस्माभिः, तानेव आधारीकृत्य इतोपि नूतनकार्याणि यत्र यत्र भवन्ति तेषां विषये अध्ययनमपि भविष्यति अनदन्ताङ्गेषु. तस्मिन् क्रमे तत्र स्वादिगणः, तनादिगणः इत्यादयः प्रत्येकं गणं स्वीकृत्य वयं पश्यामः. तर्हि इदानीं चुरादिगणः इति विषयः अस्ति. चुरादिगणे केचन धातवः सन्ति. अत्र विशेषः कः इति चेत्, नित्यरूपेण निच् प्रत्ययः विधीयते. चुरादिगणीयधातुभ्यः निच् प्रत्ययः नित्यरूपेण विधीयते. इत्युक्ते तत्र प्रायेण निष्प्रत्ययः नित्यरूपेण विद्यते इति एव वक्तव्यं. यतोहि केचन धातवः सन्ति यत्र निष्प्रत्ययः विकल्पेन विद्यते, तदपि वयं पश्यामः अग्रे. परन्तु साधारणतया वयं वक्तुं शक्नुमः अत्र निष्प्रत्ययः निष्प्रत्ययस्य विधानं भवति. अस्मिन् गणे ये ये धातवः सन्ति तेभ्यः निष्प्रत्ययस्य विधानं भवति इति वक्तुं शक्नुमः. तर्हि निष्प्रत्ययस्य योजनेन तत्र किं लभ्यते? नूतनधातुः लभ्यते निष्प्रत्ययस्य योजनेन. नूतनधातुः लभ्यते, तर्हि तत्र ये औपदेशिकदातवः सन्ति चुरादिगणे तेभ्यः निष्प्रत्ययस्य योजनेन नूतनधातुः लभ्यते. तर्हि नूतनधातुः इदानीं नूतनधातुः कस्मिन् गणे अस्ति? नूतनधातुः यः लब्धः सः तत्र आतिदेशिकधातुः, न आतिदेशिकधातुः इति वयं वदामः, औपदेशिकधातुः इति नास्ति. औपदेशिकधातुभ्यः ये चुरादिगणीय धातवः सन्ति तेभ्यः निष्प्रत्ययस्य विधानानन्तरम् आतिदेशिकधातवः लभ्यन्ते. तर्हि तादृशदातवः कस्मिन् गणे अस्ति चेत् कस्मिन्नपि गणे न सन्ति ते दातवः. तर्हि तेभ्यः अत्र लट्लकारस्य विधानं यदा भवति तदानीं तत्र किं भवति चिन्तनं? कर्तरिशपायाति. किमर्थं कर्तरिशपायाति? कर्ताद्रे कर्तरिशप् इत्यत्र निमित्तं नास्ति खलु, सर्वत्र आयाति. निमित्तं नास्ति इति न वक्तव्यं, निमित्तं सार्वधातुकप्रकरणं सार्वधातुक प्रत्येक तिङ् प्रत्ययस्य योजने प्रत्येकविकरणप्रत्यये नास्ति, तस्मात् कर्त्रार्थे सत्येव कर्त्रार्थे सार्वधातुकप्रत्ययः परः अस्ति कर्त्रार्थे सार्वधातुके अपि च कर्त्रार्थे. सत्यं, तर्हि निमित्तमस्ति. सार्वधातुकप्रत्ययः परः भवेत् कर्त्रार्थे अपि भवेत् इति निमित्तमस्ति. परन्तु किं नास्ति कर्तरिशप् इत्यत्र? गणस्य चिन्तनं नास्ति. गणस्य चिन्तनं नास्ति, अतः यः कोऽपि धातुः भवतु, औपदेशिकः वा भवतु, आदिदेशिकः वा भवतु, यः कोऽपि धातुः भवतु, तस्य अनन्तरं सार्वधातुकप्रत्ययः कर्तार्थकसार्वधातुकप्रत्ययः अस्ति चेत् शप् इत्यस्य प्रसङ्गः भवति. अतः इदानीं यः नूतनधातुः लब्धः निष्प्रत्ययस्य योजनानन्तरं तस्य अनन्तरं कर्त्रार्थकसार्वधातुकप्रत्ययः अस्ति चेत् तदानीं तत्र तु विकरणप्रत्ययः शप् आयाति. कर्त्रार्थकसार्वधातुकप्रत्ययः कुत्र कुत्र भवति? किञ्चित् तिनन्तपद लट् विवक्षया तिन् पद तिनन्तप्रतिन् प्रत्यय आयाति चेत् सार्वधातुक प्रत्यय तिङ् प्रत्ययः तु सर्वत्र आयाति खलु. सर्वेषु लकारेषु तिङ् प्रत्ययः तु आयाति. तर्हि सर्वे लकाराः सार्वधातुक सर्वेषु लकारेषु प्रत्ययः सार्वधातुकप्रत्ययः वा? लट् लोट् लङ् विथिलिङ् शकृशानश्च प्रत्ययेषु ते कर्तृशक् विधीयते सार्वधातुकप्रत्ययः खलु. लट् लोट् लङ् विधिलिङ् किम् लट् लोट् लङ् विधिलिङ् एतेषु लकारेषु तिङ्प्रत्ययः यः प्रत्ययः आयाति सः प्रत्ययः सार्वधातुकप्रत्ययः एव. तत्र क्लेशः नास्ति. अतः एतेषु लकारेषु लट् लोट् लङ् विधिलिङ् एतेषु लकारेषु तु चुरादिगणीयधातुभ्यः निच् विधानानन्तरं तत्र कर्तरि शप् इत्यनेन शपायाति. तर्हि चुरादिगणीयधातुभ्यः निच् विधानानन्तरं तर्हि अन्येषु लकारेषु लृट् लृङ् लुट् लिट् इत्यादि लकारेषु तत्र किं भवति? आशीर्लिङ्ग् लकारे सार्वधातुकप्रत्ययः नास्ति चेत् मध्ये लट् विवक्षया अन्यप्रत्ययः आयाति. लट् विवक्षया किमर्थं लट् विवक्षया? नो लट् लस्य लकारविवक्षया कारनिमित्तीकृत्य इति प्रश्नः किं महोदय भगिनि? न इदानीम् उक्तं तत्र सार्वधातुकप्रत्ययः तु लट् लोट् लङ् विधिलिङ्ग् एतेषु लकारेषु सार्वधातुकप्रत्ययः अस्ति. कर्त्रार्थे अपि अस्ति. अतः कर्तरीश पायाति चुरादिगणीयधातुभ्यः निच् विधानानन्तरं. परन्तु अन्येषु लकारेषु का गतिः इति प्रश्नः. अर्धधातुकप्रत्ययः आयाति. किमर्थम् अर्धधातुकप्रत्ययः आयाति? इदानीं लृट् लकारं स्वीकुर्मः. लृट् लकारे का गतिः? पाठिष्यति स्या प्रत्यय आयाति. हा कोऽपि तत्र सम्पूर्णतया स्पष्टतया वदन्तु. तत्र सूर्यकुमारी भगिनी वदतु, वक्तुमिच्छति चेत् वदतु, सम्पूर्णतया वदतु. सार्वधातुकप्रत्ययं पूर्वम् अर्धधातुकप्रत्यय आयाति. इत्युक्ते तिङ् प्रत्ययात् पूर्वं तत्र स्य इति प्रत्ययः आयाति. स्य प्रत्ययः अर्धधातुकप्रत्ययः. अतः इदानीं धातोः साक्षात् अनन्तरं सार्वधातुकप्रत्ययः नास्ति इति वक्तुमिच्छति खलु? आं भगिनि. हा सत्यं, समीचीनं. तर्हि लृट् लकारे तत्र तिङ् प्रत्ययस्य आनयनात् प्राक् तत्र स्य इति प्रत्ययः आयाति. अतः तत्र इदानीं धातोः साक्षात् पुरतः सार्वधातुकप्रत्ययः नास्ति. तिङ् प्रत्ययः यद्यपि सार्वधातुकप्रत्ययः तथापि तत्र धातोः साक्षात् पुरतः नास्ति. अतः कर्तरि शप् इत्यस्य निमित्तं न पूरितं. कर्तरि शप् इति किं वदति? सार्वधातुकप्रत्यय साक्षात् सार्वधातुकप्रत्ययः धातोः साक्षात् पुरतः स्यात् तदानीं तत्र शप् आयाति. कर्त्रार्थकसार्वधातुकप्रत्ययः धातोः साक्षात् पुरतः अस्ति चेत् शप् आयाति. परन्तु इदानीं तु लुट् लृट् लकारे तथा नास्ति. यतोहि धातोः पुरतः स्य इति प्रत्ययः आगतः, तत्पश्चात् एव तिङ् प्रत्ययः आयाति. अतः तत्र मध्ये व्यवधानम् अस्ति. अतः धातोः साक्षात् पुरतः किं प्रत्ययः नास्ति इति कृत्वा तत्र शप्रसङ्गः एव नास्ति. इदानीं लुट् लिङ्ग् लिट् लिङ्ग् इत्यत्र किं भवति? लिट् च इति सूत्रेण आर्धधातुकप्रत्यय लिट् प्रत्ययः आर्धधातुकः अस्ति इति आर्धधातुकम् अस्ति इति पाणिनिना एव उक्तमस्ति खलु? सत्यं, समीचीनं. तर्हि लिट् लकारे लिट् लिट् लकारे लिट् लकारे यः तिङ् प्रत्ययः आयाति सः प्रत्ययः साक्षात् आर्धधातुकप्रत्ययः लिट् च इति सूत्रेण. अतः लिङ्गाशीषि अपि एवमेव आशीर्लिङ्ग्लकारे यः तिङ् प्रत्ययः आयाति सः प्रत्ययः साक्षात् अर्धधातुकप्रत्ययः अस्ति अपवादरूपेण. अतः धातोः पुरतः इदानीं प्रत्ययः अर्धधातुकप्रत्ययः, अतः कर्तरीशब् इत्यस्य अवसरः नास्ति. लुट् लिङ्ग् इत्यत्र तत्रापि च्ली इति किमपि अस्ति खलु? तत्र लृङ् लृङ् लकारे तु स्यकासी लृलुटोः इति सूत्रेण तत्र स्य इति प्रत्ययः आयाति मध्ये, यथा यथा लृट् लकारे तथा एव लृङ् लकारे अपि. परन्तु लुट् लकारे तु तत्र तास् प्रत्ययः आयाति, तास् प्रत्ययः मध्ये आयाति. तत्र तिङ् प्रत्ययस्य आनयनात् प्राक् तास् प्रत्ययः आयाति इति कृत्वा तत्र धातुना तिङ् प्रत्ययं द्रष्टुं न शक्नोति, इत्युक्ते साक्षात् पुरतः नास्ति. लुङ् लकारे अपि एवमेव, तत्र चिली प्रत्ययः मध्ये आयाति इति कृत्वा तत्र साक्षात् निमित्तं न पूरितम् इति कृत्वा तत्र सर्वत्र कर्तरीशब् न आयाति. अतः इदानीम् अस्माकं प्रसङ्गः कः इति चेत्, केवलं लट् लोट् लङ् विधिलिङ् एते लकाराः एव अस्माकम् इदानीं चिन्तनं, यतोहि तत्र एव सार्वधातुक प्रत्ययः साक्षात् धातोः पुरतः अस्ति. अस्तु, तर्हि इदानीं धातुतः णिच् प्रत्ययः चुरादिगणीयधातुभ्यः णिच् प्रत्ययः अस्ति. इदानीं णिच् प्रत्ययस्य स्वभावः कः? शोभा भगिनी वदतु. णिच् प्रत्ययः सन्नन्त प्रत्ययः अस्ति, अपि च अर्धधातुकप्रत्ययः अस्ति, यस्य योजनेन धातोः सह योजनेन नूतनधातुः भवितुं भवति तत्र. तर्हि तत्र धातुः तत्र चुर् इति धातुः स्वीकुर्मः चेत् चुर् योगः णिच् इति योजयामः चेत् अधुना अर्धधातुकप्रत्ययः तत्र चुर् इत्यस्य गुणः भवति अर्ध सार्वधातुक अर्धधातुकयोः इत्यनेन चोर् इति भवति. णिच् इत्यस्य चकारः चकारस्य लोपः अपि च णकारस्य लोपः चुटु इत्यनेन अपि च हलन्त्यम् इत्यनेन तस्य लोपः इत्यनेन द्वयोः अपि लोपः ई एव तिष्ठति. वर्णमेलनेन चोर् योगः ई चोरि इति भवति. तदस्ति नूतनसन्नन्तधातुः. अधुना चोर् भवति चुर् इत्यस्य उपधायाम् इक् वर्णः उकारः अस्ति. उकारस्य आर्धधातुकप्रत्यये परे सार्वधातुक अर्धधातुकयोः इत्यनेन उपधायाः गुणः उकारस्य ओकारः चोर् इति भवति. अपि च अधुना तत्र आतिदेशिकधातुः उत्पन्नः अभवत् चोर् चोरि इति. चोरि इति तदनन्तरं तत्र अन्यानि कार्याणि अग्रे भविष्यन्ति. अपि च गणनिमित्तिककार्याणि न सन्ति, यतोहि अयं धातुः अपि च यः कोऽपि सन्नन्तधातुः गणस्य सम्बन्धः नास्ति तत्र इति कृत्वा. किन्तु शप् इत्यस्य कृते तु तादृशः नास्ति. अतः सार्वधातुके कर्त्रर्थे प्रत्यये परे आगच्छति एव. अतः तत्र चोरि योगः शप् इति अधुना भवति चेत् शप् इत्यस्य अकारः तिष्ठति, अपि च छोरि इत्यस्य अधुना शप् इति पित् अस्ति, अतः तत्र पुनः चोरि इत्यस्य ईकारस्य एकारः भवति, तदनन्तरम् एच् ओ एवा यावः इति चोरै इति भवति, चोरयोगः आ चोरया इति भवति, अधुना चोरया इति अङ्गम्, तदनन्तरं तिप् इति योजयामः चेत् चोरयति इति निष्पन्नः भवति. समीचीनम्, उत्तमं, सम्यक्. तर्हि तत्र निच् प्रत्ययः धातुतः चुरादिगणीयधातुतः निच् प्रत्ययः यदा विधीयते, निच् प्रत्ययस्य स्वभावः कः इति पश्यामः चेत् निच् प्रत्ययः तिंशित् भिन्नः इति कृत्वा तत्र अर्धधातुकप्रत्ययः, अतः अर्धधातुकप्रत्ययम् आश्रित्य यानि कार्याणि भवन्ति तानि कार्याणि अत्र प्रथमतया भवन्ति, तत्पश्चात् धातुः सनन्तधातुः निष्पन्नः भवति. तत्र धातोः धातुसंज्ञा केन सूत्रेण भवति? तत्र सनाद्यन्ता धातवः इत्यनेन धातुसंज्ञा भवति एतेषां धातूनां कृते. सत्यं. चुर् धातोः धातुसंज्ञा केन सूत्रेण? चुर् इत्यस्य चुरादिभ्यः इति सूत्रेण संज्ञा धातुसंज्ञा भवति. तदनन्तरं चोरि इति यदा भवति तदाभ्यः इति धातुसंज्ञा कथं भवति? ओ क्षमता, चुरादिभ्यः न, भूवादयो धातः इति सूत्रेण एव धातुसंज्ञा भवति. सर्वेषां धातूनां भूवादयः धातवः इति सूत्रेण यदा चोरि इति भवति अथवा किमपि निजन्त न सन्नन्तरूपं भवति तदा सनाद्यन्ता धातवः इति सूत्रेण धातुसंज्ञा भवति. समीचीनम्, उत्तमं, बहु सम्यक्, धन्यवादः भगिनि, धन्यवादः. तर्हि तत्र सर्वेषाम् औपदेशिकधातूनां धातुसंज्ञा भवादयो धातवः इति सूत्रेण, तत्पश्चात् तत्र आतिदेशिकधातूनां धातुसंज्ञा भवति सनाद्यन्ता धातवः इति सूत्रेण. तस्मिन् ये सनादिप्रत्ययाः सन्ति, द्वादशसनादिप्रत्ययाः सन्ति, तेभ्यः औपदेशिकधातुभ्यः यदि सनादिप्रत्ययाः विधीयन्ते, तत्र केचन प्रातिपदिकात् अपि विधीयन्ते, केचन धातुभ्यः विधीयन्ते, तर्हि धातुभ्यः अथवा प्रातिपदिकेभ्यः यदा सनादयः सनादिप्रत्ययाः विधीयन्ते तदानीं नूतनधातुः लभ्यते. तेषां नूतनधातूनां धातुसंज्ञा सनाद्यन्ता धातवः इति सूत्रेण जायते. अस्तु, इदानीम् अत्र किञ्चित् तत्र पीठिकारूपेण अस्माभिः दृष्टं, तर्हि इदानीं करपत्रात् वयं पठामः. तत्र वंशी भगिनी आरब्धुम् इच्छति वा? आं भगिनि, पठिष्यतु. चुरादिगणः इति शीर्षकः अस्ति. तत्र एतावता सार्वधातुकलकाराणां लट् लोट् लङ् विदिर्लिङ् इत्येषां तिङन्तरूपाणि साधितानि अस्माभिः भुवादिगणे दिवादिगणे द्विधादिगणे च. अनेन क्रमेण पाठः प्रवर्तते यतः येषु गणेषु अङ्गम् अदन्तं भवति अतः प्रक्रियायां साम्यं वर्तते. आहत्य एतादृशाः चत्वारः गणाः सन्ति. चतुर्थः गणः यस्मिन् अङ्गम् अदन्तं भवति चुरादिगणः. केचन चिन्तयन्ति यत् चुरादिगणः कष्टकरः, किन्तु एवं किमपि नास्ति. वस्तुतः अत्र आधिक्येन सामान्यम् एव नियमितरूपेण सूत्राणि उपयुज्य तर्कम् अनुसृत्य तिङन्तरूपाणि साध्यन्ते. प्रक्रिया का इति एकवारं ज्ञायेत तदा सर्वं सुलभम्. केचन विशेषधातव अपि सन्ति, तेषां प्रसङ्गे अग्रिमे करपत्रे चर्चयामः. चुरादिगणः इति अत्यतनशीर्षकः अस्ति. एतावता तु वयम् अदन्त अङ्गानां विषयं चर्चितवन्तः. भुवादिगणे तत्र कर्तृषप् इत्येन अकारः अङ्गम् अदन्तं भवति. दिवादिगणे अपि दिवादिभ्यः षन् इत्यनेन तत्र यकारः योजनेन अङ्गम् अदन्तं भवति. य इति योजनेन, क्षम्यतां, या इति योजनेन अङ्गम् अदन्तं भवति. तुदादिभ्यः शः इत्यनेन तत्रापि अ इति योजनेन अङ्गम् अदन्तं भवति. अधुना चुरादिगणः अपि यदा सना नूतनधातुः भवति, सना आदिदेशिकः धातुः भवति, तस्मात् सार्वधातुकप्रत्यये परे तत्र मध्ये कर्तृश आगमनात् अनन्तरं तत्रापि अङ्गम् अदन्तं भवति. अतः तत्र चतुर्षु गणेषु अङ्गम् अदन्तं भवति. अपि च तत्र चुडादिगणेः प्रक्रिया कष्टकरं नास्ति, किञ्चित् साम्यं बहु किमपि साम्यम् अस्ति, किञ्चित् एव परिवर्तनं भवति, यतोहि तत्र विशेषधातवः प्रसङ्गः अपि अस्ति. तेषां चर्चा अधुना अग्रिमकरपत्रे वयं चर्चयिष्यामः इति. समीचीनं, धन्यवादः भगिनी, सम्यक् अस्तु भगिनी, धन्यवादः. अस्तु, तर्हि इदानीम् अग्रे सूर्यकुमारी भगिनी पठति वा? भगिनि, चुरादिगणे तिनन्तरूपस्य साधनार्थं सोपानत्रयं सन्ति. प्रथमः धातुः अस्ति, सोपानत्रयम् अस्ति एकवच आम् आ भगिनि क्षम्यताम्. प्रथमः धातुः योगः निच् प्रत्ययः निजन्तधातुः, निजन्तधातुः योगः शप् विकरणप्रत्ययः अङ्गम् तिङ् प्रत्ययं निमित्तं मत्वा, अङ्गं योगः तिङ् प्रत्ययः तिनन्तरूपं भवति. सोपानत्रयम् अस्ति. प्रथमः धातुयोगः निच् नूतनधातु भवति, तदनन्तरं नूतनधातुतः सेप् विकरणप्रत्ययः, सेप् योजनेन अङ्गं भवति. तिङ् प्रत्यय विषये अङ्गं योगः तिङ् प्रत्यय तिनन्तरूपं भवति. पठामि वा? अग्रे पठतु. यथा उक्तं चुरादिगणे अङ्गम् अदन्तम्, अतः अङ्गे सिद्धे अस्माकं नूतनकार्यं समाप्तं. तिङ् प्रत्ययस्य योजनविधिः यथा द्वादिगणे प्रदर्शितः तथैव भवति दिवादिगणे, तुरादिगणे, चुरादिगणे च. न कोऽपि भेदः. दृष्टान्ते चुर्धातो अङ्गं चोरय, लटि चोर लटि चोरय योगः ति चोरयति, चोरय योगः तः चोरयतः, चोरय योगः अन्ति अतो गुणे चोरयन्ति यथा द्वादिगणे तथैव चुरादिगणे अपि. अतः अस्मिन् पाठे अस्माकम् अवधानं प्रथमे सोपानद्वये एव. नूतनसोपानद्वयमस्ति. प्रथमं धातुयोगः निच्, तदनन्तरं निच्ययोगः सेप्, तदनन्तरं वयं जानीमः पूर्वमेव अदन्तमङ्गम् अस्ति चेत् किं भवति इति. उदाहरणमस्ति चुर्योगः, चुर्योगः निच्, प्रथमं चोरि भवति, चोरियोगः सेप् आयाति, सेप् कर्तृ सेप् इत्यनेन सेप् आयाति, अङ्गकार्यं तत्र अङ्गकार्यं भवति. चोरे योगः सेप् चोरयै चोरै भवति, चोरयोगः चोरय भवति. तदनन्तरं प्रकरणं समानमेव अन्यगणे, यथा वयं चर्चितवन्तः अङ्गमदन्तमस्ति चेत् तिन् प्रत्ययोजनेन कोऽपि नूतनकार्यं भवति. प्रथमाविभक्ते चोरयति, द्वितीयः चोरयतः, तृतीयः चोरयन्ति, तत्र अतो गुणे इत्यनेन पर अकार एव अवशिष्यते चोरयन्ति भवति. समीचीनं, बहु समीचीनं. यद्यपि अत्र प्रक्रियायां धातुयोगः निच् निजन्तधातुः निजन्तधातुः शप् विकरणप्रत्ययः अङ्गम् अनन्तरम् अङ्गं योग तिङ् प्रत्ययः इति वयं क्रमेण वयं पश्यामः, परन्तु तत्र शास्त्रीयरीत्या क्रमः एवं नास्ति इति स्मर्तव्यं. धातुः योगः निच् निजन्तधातुः, निजन्तधातुभ्यः लट् लकारस्य विधानम् अथवा लोट् लङ् इति लिङ् एतेषाम् अन्यतम लकारस्य विधानं, तत्पश्चात् लकारस्य स्थाने तिङ् प्रत्ययः, तिङ् प्रत्ययस्य तिङ् प्रत्ययं निमित्तीकृत्य तिङ् प्रत्ययः सर्वधातुककर्तृकः अस्ति इति निमित्तीकृत्य निजन्तधातुभ्यः शप्रत्ययस्य विधानम्. अतः निजन्तधातुः शप्रत्ययः अनन्तरं तिङ् प्रत्ययः, परन्तु कार्याणि एवं रूपेण कार्याणि भवन्ति. शप्रत्ययम् आश्रित्य कार्याणि, यदा अङ्गं सिद्धं भवति तिङ् प्रत्ययस्य कृते तदानीं तिङ् प्रत्ययं निमित्तीकृत्य अङ्गे किमपि कार्यम् अङ्गकार्यं तदनन्तरं योजनम् इत्येवं रूपेण क्रमः भवति. अपि च तत्र सिद्धप्रत्ययाः समानाः, अदन्त अङ्गानां ये सिद्धप्रत्ययाः अस्माभिः पूर्वमेव दृष्टाः ते एव प्रत्ययाः अत्रापि, अतः न कोऽपि भेदः. अपि च तादृशप्रत्ययान् आश्रित्य कार्याणि अपि समानानि, यथा तत्र पटयोगः अन्ति इत्यत्र पठन्ति इत्यत्र अतो गुणे इत्यस्य यथा कार्यं तथैव अत्रापि कार्यमस्ति, न कोऽपि भेदः, तत्सर्वं समानमेव. केवलं तत्र भवादिगणे यद् अस्माभिः पूर्वमेव चर्चितं यानि कार्याणि दृष्टानि तादृशकार्याणि एव अत्रापि भवन्ति. केवलं भेदः कः इति चेत् प्रथमतया निष्प्रत्ययम् आश्रित्य कार्याणि भवन्ति, नो चेत् तत्र अन्यत्र सर्वत्र समानानि एव कार्याणि, न कोऽपि भेदः. अस्तु, इदानीं निष्प्रत्ययः कथं विधीयते, केन सूत्रेण विधीयते इति अत्र सूत्रं दत्तमस्ति. अस्तु, तत्र शुभदा भगिनी पठति वा? भगिनी, अत्र चुर् धातुतः निष्प्रत्ययः यदा विधीयते वृद्धिकार्यं किमर्थं न भवति? केन सूत्रेण? अचोयनिति. अचोयनिति किं वदति? अजन्तमङ्गं भवेत्, अजन्तमङ्गम् अस्ति अस्ति, उपधायाम् अस्ति इति कृत्वा गुणः भवति वा इति पुगन्तलघुपदस्य च, तत्र चुर् इति हलन्तदातुः अस्ति, अजन्तमङ्गं नास्ति. शुभदा भगिनी पठितुमिच्छति वा? आं भगिनि, पठामि. पठतु सूत्रं. सत्यापपाशरूपवीणा तूलश्लोक सेनालोमत्वच वर्म वर्ण चूर्ण चुरादिभ्यो णिच् एभ्यः द्वादशेभ्यः प्रतीकेभ्यः सर्वेभ्यः चुरादिगणीयधातुभ्यः च णिच् प्रत्ययः विधीयते. एभ्यः प्रातिपदिकेभ्यः णिच् प्रत्ययस्य योजनेन नामधातवः भवन्ति. चुर् आदिः येषान्ते चुरादयः, सत्यापश्च पाशश्च रूपश्च रूपञ्च वीणा च तूलञ्च लोकश्च सेना च लोम च त्वचश्च क्षम्यताम् श्लोकश्च हा श्लोकश्च सेना च लोम च त्वचश्च वर्म च वर्णञ्च चूर्णञ्च चुरादयश्च तेषाम् इतरेतरद्वन्द्वः सत्यापपाशरूपवीणा तूलश्लोकसेना लोमत्वच वर्मवर्णचूर्णचुरादयः तेभ्यः बहुव्रीहिगर्भः द्वन्द्वः. सत्यापपाशरूपवीणा तूलश्लोकसेना लोमत्वच वर्मवर्णचूर्णचुरादिभ्यः पञ्चम्यन्तम् णिच् प्रथमान्तं द्विपदविधं सूत्रं प्रत्ययः परश्च इत्यनयोः अधिकारः धातोरेकाचो झलादे हलादेः क्रियाभ्य क्रियासमभिहारे यङ् इत्यस्मात् धातोः इत्यस्य अधिकारः वचनपरिणामेन पञ्चमीविभक्तौ धातुभ्यः अनुवृत्तिसहितसूत्रं सत्यापपाशरूपवीणा तूलश्लोकसेनालोमत्वच वर्मवर्णचूर्णचुरादिभ्यः धातुभ्यः णिच् प्रत्ययः परश्च इति एतत् एकं बृहत् सूत्रमस्ति येन णिच् प्रत्ययः कदा विधीयते इति निर्दिष्टमस्ति. तत्र सत्याप पाश रूप वीणा तूल श्लोक सेना लोम स्वच्छ वर्म वर्ण चूर्ण इत्यादि द्वादश प्रातिपदिकानि सन्ति. अपि च चुरादि गणीयधातु धातुः अपि अत्र निर्दिश्यते. एभ्यः सर्वेभ्यः णिच् प्रत्ययः विधीयते इति लिखितमस्ति. प्रातिपदिकेभ्यः यदा णिच् प्रत्ययस्य योजनं भवति तदा नामधातु प्रत्येकस्य प्रातिपदिकस्य नामधातु निर्मीयते निर्माणं भवति. अपि च यदा धातुभ्यः णिच् प्रत्ययः धातुः चुरादिगणीय अस्ति चेत् णिच् प्रत्ययः अपि विधीयते. तत्र चुर् आदि येषान्ते चुरादयः अपि च इतरेतरद्वन्द्वः तस्य विग्रहः तत्र दत्तमस्ति. तदनन्तरं तेभ्यः बहुव्रीहि गर्भः द्वन्द्वः द्वन्द्वसमासः इति अस्ति. सूत्रविग्रहः तत्र सत्यापपाशरूपवीणा इत्यस्य पञ्चम्यन्तमस्ति. तेभ्यः परः णिच् इति प्रथमान्तम् आदेशः न क्षम्यतां प्रत्ययः विधीयते. अतः द्विपदं सूत्रमस्ति. प्रत्ययः परश्च इत्यस्य अधिकारः अपि च धातोः इत्यस्य अपि अधिकारः अस्ति. वचनविपरिणामेन तत्र धातोः इत्यस्य धातुभ्यः इति भवति. अतः अनुवृत्तिसहितसूत्रम् एतत् पुनः बृहत्सूत्रमस्ति. सत्यापपाशरूपवीणा तूलश्लोकसेनात् लोमत्वच वर्मवर्णचूर्ण चुरादिभ्यः धातुभ्यः णिच् प्रत्ययः परश्च इति तावदेव भगिनि. समीचीनं. तत्र सत्यापपाशरूपवीणतूलश्लोकसेनलोमत्वचवर्मवर्णचूर्ण इत्येते के इति सर्वे प्रातिपदिकानि सर्वाणि प्रातिपदिकानि. अपि च चुरादिगणीयधातवः तेभ्यः णिच् प्रत्ययः विधीयते इति. समीचीनं. तर्हि तत्र प्रातिपदि एतेभ्यः प्रातिपदिकेभ्यः अपि णिच् प्रत्ययस्य विधानं भवति. अपि च चुरादिगणीयधातुभ्यः णिच् प्रत्ययस्य विधानं भवति. अस्माकं कृते अत्र तु प्रसङ्गः चुरादिभ्यः धातुभ्यः णिच् इति एव अस्माकं प्रसङ्गः अस्ति. तर्हि चुरादिभ्यः इत्यत्र अत्र मीना भगिनी वदतु, चुरादिभ्यः इत्यत्र कीदृशसमासः? चुरादिभ्यः इत्यत्र कीदृशसमासः? चुरादिभ्यः इति पञ्चमी विभक्ति भगिनी समासः. मम समासः ज्ञानं नास्ति भगिनि. अत्र विग्रहवाक्यं दत्तं खलु, चुरादिभ्यः. अत्र करपत्रे किं दत्तमस्ति विग्रहवाक्यम्? करपत्रे लिखितमस्ति खलु, चुर् आदिर् येषां ते चुरादयः. कीदृशसमासः? पीतम् अम्बरं यस्य सः, कीदृशसमासः? बहुव्रीहिसमासः. सत्यम्. अत्र कीदृशसमासः? अत्र चुर् आदि एतेषां सह बहुव्रीहि. बहुव्रीहि समासः यत्र कुत्रापि यस्य सः येन सः येषां ते इत्यादयः विग्रहवाक्ये दृश्यते सर्वं सर्वत्र बहुव्रीहि समासः एव चुरादयः इति चुरादयः इत्यस्य सम्बन्धः केन सह दातुभ्यः हा चुरादयः दातवः चुरादयः इति चुरादयः एव दातवः इति तत्र विशेषणविशेषभावः अस्ति खलु चुरादयः दातवः इति अस्ति तर्हि तत्र एकः क्षम्यमां भगिनी मम समासज्ञानं शून्यमेव न तथा न वदतु तथा न वदतु अत्र तु एतावता यद् करपत्रे अस्ति तद् दृष्ट्वा वयं किञ्चित् वक्तुं शक्नुमः खलु किञ्चिदेव अधिकं नास्ति अत्र विग्रहवाक्ये किम् उक्तं चुरादिरेषां ते इति उक्तम् अतः तत्र बहुव्रीहिसमासः इति वयम् अवगन्तुं शक्नुमः बहुव्रीहिसमासाः सर्वे समासाः विशेषणानि भवन्ति बहुव्रीहिसमासः विशेषणं भवति सर्वदा तर्हि अन्यपदार्थः कः अन्यपदं किम् इति सर्वदा चिन्तनीयम् अन्यपदम् अत्र तु धातुः अस्ति अस्तु इदानीं तत्र सत्यापपाशरूपवीणातूलश्लोकसेना लोमत्वच वर्मवर्णचूर्ण इत्येतानि पदानि सन्ति अत्र समासः अस्ति वा अत्र समासः अस्ति अपि च चुरादि अस्तु विनय महोदय किञ्चित् साहाय्यं करोतु यदि अहं केवलं जस्य इदानीं चिन्तयामि अन्तवचनम् अस्ति चुरादिभ्यः तर्हि चुरादिभ्यः बहुवचनमस्ति यत्र यत्र बहुवचनमस्ति यदा अहम् अत्र पश्यामि बहुवचनं यत्र यत्र भवति तर्हि इतरेतरद्वन्द्व समासः इतरेतरद्वन्द्वः भवति इतरेतरद्वन्द्वसमासः अस्ति विग्रहवाक्यं किम् विग्रहवाक्यं विग्रहवाक्यं रूपच वा सत्यापपाशरूप वीणा प्राय सत्याप चुरादिभ्यः केवल अन्तः आयाति परन्तु विग्रहवाक्यं वदतु महोदय विग्रहवाक्यं वदतु विग्रहवाक्यं सत्यापपाशरूपवीणातूलश्लोक न तथा नास्ति सत्यापश्च पाशश्च रूपश्च वीणाचतुरश्च वीणाच तूलञ्च श्लोकश्च सेना च लोम च क्षम्यता वर्म च वर्णञ्च चूर्णञ्च चुरादिश्च भगिनी गतसप्ताहे मया प्रेषितं पी डी एफ् दृष्टवती वा इदानीम् एतत् समाप्य वदामि चुरादिश्च इति इतरेतरद्वन्द्वसमासः इति एतानि सर्वाणि प्रातिपदिकानि सर्वान् मिलित्वा अत्र सत्यापपाशरूपवीणातूलश्लोकसेना लोम त्वच वर्म वर्णचूर्ण चुरादयः इति समासः निष्पन्नः यथा रामलक्ष्मण भरतशत्रुघ्न शत्रुघ्न इति अस्ति तत्र मीना भगिनी वदतु रामलक्ष्मणश्चतुर्घ शत्रुघ्नस्य आदयः वा शत्रुघ्नश्च इदानीं तत्र समासः कः भवति समासः रामलक्ष्मणभरतशत्रुघ्नेभ्यः अस्तु एक प्रथमविभक्त एकवचने वदतु रामलक्ष्मणभरतशत्रुघ्नाः इति अस्ति, बहुवचने वदामः एवमेव अत्रापि इदानीं सर्वाणि प्रातिपदिकानि मिलित्वा चुरादयः इति उक्तं, सत्यापपाशरूप इत्यादि उक्त्वा अन्ते चुरादयः इति उक्तं, तत्र इतरेतरद्वन्द्वसमासः अस्तु. इदानीम् अत्र अस्माकं प्रश्नः आसीत् कुत्र कुत्र इतरेतरद्वन्द्वः भवति, कुत्र समाहारे द्वन्द्वः भवति इति, तदर्थम् एकः अभ्यासः आवश्यकः आसीत्. तत्र विजयलक्ष्मी भगिनी एकं करपत्रं निर्मितवती यत्र बहूनि सूत्राणि सङ्गृहीतानि, प्रत्येकस्मिन् सूत्रे द्वन्द्वसमासः अस्ति, तत्र इतरेतरद्वन्द्वः अथवा समाहारद्वन्द्वः इति अपि भगिनी स्थापितवती. तर्हि तत् स्वीकृत्य भवन्तः सर्वे, मया प्रेषितं, यः मया प्रेषितमस्ति, तत् सर्वे पश्यन्तु, दृष्ट्वा तत्र किमपि पेटर्न् अस्ति वा, कुत्र समाहारद्वन्द्वः, कुत्र इतरेतरद्वन्द्वः अस्ति इति तद् दृष्ट्वा भवन्तः चिन्तयन्तु, किमपि तत्र स्फुरति वा, केन आधारेण पाणिनिना एतादृश विभागः कृतः, कुत्र इतरेतरद्वन्द्वः, कुत्र समाहारद्वन्द्वः इति, कथं निर्मितः इति, किमपि स्फुरति वा इति पश्यन्तु. अग्रिमसप्ताहे वयं चर्चयितुं शक्नुमः. भगिनि तत्र हल् ज्ञाभ्यो दीर्घात् श्रुतिस्य प्रयुक्तं हल्, तत्र हल् ज्ञाभ्यो तत्र इतरेतरद्वन्द्वः, श्रुतिसि इत्यत्र एकवचनमस्ति, अतः तत्र अहं किमपि न लिखितवती, डौट् आसीत, संशयः. इत्यत्र श्रुतिसि इति एकवचने अस्ति, अत्र हल्ज्ञाभ्यो इति बहुवचने अस्ति, किमर्थमेवमस्ति इति श्रुतिसि अवश्यं, यदि एकवचनं वा समाहारद्वन्द्वे, यदि द्विवचनम् अपि च बहुवचनं वा सत्यं सत्यं सत्यम्. अहं पश्यामि भगिनी तत्र विजयलक्ष्मी भगिनी अनन्तरं पश्यामि, मया न दृष्टं, पश्यामि अनन्तरम्. इदानीम् अत्र अस्माकं विषयः यः अस्ति तस्मिन् विषये चिन्तयामः. इदानीं तत्र सूत्रं स्पष्टमस्ति खलु, सर्वेषां कृते सत्यापपाश इति, अत्र चुरादिभ्यः निच् भवति इति एव विषयः अस्ति अस्माकम्. अस्तु, तर्हि इदानीम् अग्रे विजयलक्ष्मी भगिनी भवत्येव पठतु, तत्र सनाद्यन्ता दातवः. आं पठामि. सनाद्यन्ता धातवः द्वादशप्रत्ययाः सन्ति, येषां संयोजनेन नूतनाः धातवः सृष्टाः भवन्ति. सन् क्यच् काम्यच् क्यश् क्यं क्विप् निङ् यङ् निच् यक् आय् यम् इति. येषां प्रकृतिः अङ्गं, प्रकृतिः इत्युक्ते अङ्गं, क्वचित् धातुः, क्वचित् प्रातिपदिकम्. सन् आदौ येषां ते सनादयः, सनादयः अन्ते येषां ते सनाद्यन्ताः, सनाद्यन्ताः प्रथमान्तं, धातवः प्रथमान्तं, द्विपदम् इदं सूत्रं, सूत्रं स्वयं सम्पूर्णम्. सनाद्यन्ता धातवः, सनाद्यन्ता धातवः इति द्विपदात्मकं सूत्रम्. अत्र सनाद्यन्ताः इति बहुवचनं, प्रथम बहुवचनं पदं, धातवः इत्यपि प्रथम बहुवचनं पदम्. अत्र सनाद्यन्ताः इत्युक्ते सन् आदौ येषां ते सनादयः, सनादयः अन्ते येषां ते सनाद्यन्ताः इति निष्पद्यते. धातवः इति तु धातु उत्पदस्य बहुवचनं, तत्र किमपि नास्ति, तावदेव. हा, द्वादशप्रत्ययाः के इति प्रश्ने सन् क्यच् काम्यच् क्यश् क्यङ् क्विप् निङ् इयङ् निच् यक् आय् यङ् इति, एते प्रत्ययाः यदा धातुतः अथवा प्रकृतितः, प्रकृति अङ्गमपि भवितुमर्हति अथवा धातु अपि भवितुमर्हति, एतेषां योजनेन नूतनधातुः निष्पद्यते, आतिदेशिकधातु. तेषां धातुसंज्ञा इदं सूत्रमेव दास्यति. तर्हि द्वादशप्रत्ययाः के इति कथं जानीमः? द्वादशप्रत्ययाः के इति कथं जानीमः? तस्य सूत्रमस्ति वा भगिनि? इति अत्र तु दत्तमस्ति, परन्तु सन् अन्ते येषां ते, हा सन् आदौ येषां ते, सन् इति कस्मिन्नपि गणे एतेषां नाम लिखितमस्ति इति मन्ये. सन् तेषाम् आदौ अस्ति इति कृत्वा सनाद्यन्ताः इति द्वादशप्रत्ययः. गणः इति वस्तुतः नास्ति, परन्तु तत्र अष्टाध्यायीम् एकवारं पश्यामः चेत् अत्र 53 पेज् 350 पृष्ठे तत्र पञ्चमं सूत्रं किम् अस्ति? 350 गुप्तिच्किभ्यः सन् गुप्तिच्किभ्यः सन् इति अस्ति. तदनन्तरम् अग्रिमपृष्ठे 32 सूत्रं किमस्ति? सनाद्यन्ता धातवः. सनाद्यन्ता धातवः. तर्हि एतस्मात् सूत्रात् पूर्वं ये उक्ताः तत्र सन् आरभ्य, सन् आदिः येषां ते इति उक्तं खलु, सन् आरभ्य अग्रे ये प्रत्ययाः उक्ताः तेषां सर्वेषां ग्रहणम् एतस्मात् सूत्रात् पूर्वम्. ओ, प्रत्येकस्मिन् सूत्रे नूतनप्रातिपदिकमस्ति, प्रत्ययः प्रत्ययः अस्ति. हा, सर्वत्र पश्यन्ति चेत् तत्र सन् प्रत्ययः, क्यश् प्रत्ययः, क्यङ् काम्यच् क्यश् इत्यादयः इत्यादयः सर्वे प्रत्ययाः अत्र उक्ताः. वस्तुतः अत्र क्विप् क्विप् इति अपि एकः प्रत्ययः अस्ति, सः प्रत्ययः अत्र न उक्तः. सर्वापहारी, सः प्रत्ययः तत्र वार्तिकमस्ति, वार्तिकेन तेषां क्विप् प्रत्ययस्य अपि ग्रहणं भवति इति कृत्वा द्वादशप्रत्ययाः सनाद्यन्ता दातवः इत्यनेन द्वादशप्रत्ययाः तत्र गृहीताः सन्ति. क्विप् प्रत्ययेन नूतनधातु, तदेव मम प्रश्नः अपि, क्विप् प्रत्ययेन प्रातिपदिकं भवति न, धातु न भवति न, धातु न भवति खलु? किं क्विप् प्रत्ययस्य योजनेन धातुः प्रातिपदिकसंज्ञा भवति, नूतन धातु तु न भवति. अत्र एकः एव क्विप् प्रत्ययः इति नास्ति, पश्यन्तु, क्विप् प्रत्ययः कृदन्तकृत् प्रत्ययः अस्ति. कृत् प्रत्ययस्य योजनेन तत्र तु प्रातिपदिकं लभ्यते, धातुः न लभ्यते. परन्तु क्विप् प्रत्ययः सनादिप्रत्ययः अपि अस्ति, एकः एव प्रत्ययः इति नास्ति, प्रत्ययद्वयम् अस्ति. क्विप् इति कृत् प्रत्ययः अपि अस्ति, सन् प्रत्ययः अपि अस्ति. द्वादयः धातवः विहाय अन्य किमपि अस्ति चेत् एतत् सनाद्यन्तदातवः अनन्तरं भिन्नेभ्यः धातुभ्यः अत्र प्रातिपदिकेभ्यः सनादि इति भवति योजनेन अनन्तरं सनाद्यन्तदातवः भवति. भुवादयः धातवः अन्ये विहाय खलु महोदय? आम्, औपदेशिकदातवः औपदेशिकधातून् विहाय सनादिप्रत्ययस्य योजनेन अतिदेशिकदातवः लभ्यते, दातवः लभ्यन्ते. अस्तु, क्विबन्तेषु तु धातुत्वमपि अस्ति खलु? क्विबन्तः धातुत्वं न जहति इति तत्तु अस्ति, तत्तु अस्ति भगिन्याः प्रश्नः. तथा नास्ति अत्र, तथा नास्ति अत्र. प्रातिपदिकत्वमपि लभ्यते, धातुत्वमपि लभ्यते इति नास्ति. यत्र प्रातिपदिकत्वं लब्धं तत्र धातुत्वं न जहति इति, जहति इति वदामः चेत् तत्र प्रयोजनम् अस्ति. अत्र तथा नास्ति. अत्र प्रातिपदिकत्वमपि लभ्यते, धातुत्वं न जहति इति नास्ति अत्र. सनादिप्रत्ययेषु अन्यतमः प्रत्ययः क्विप् प्रत्ययः अस्ति. सः प्रत्ययः, सः प्रत्ययः यदा वयं योजयामः प्रकृतितः प्रातिपदिकेभ्यः वा धातुभ्यः वा, तदानीं तत्र नूतनधातुः एव लभ्यते, प्रातिपदिकमपि लभ्यते इति नास्ति. स्पष्टं वा? संशयः अस्ति वा? तत्र अञ्चु इति एकं धातुः अस्ति खलु, अञ्चु, क्षम्यता, किं न श्रूयते? अन्या भगिनी भगिनी उक्तवती, अतः भवती पृच्छतु कृपया भगिनी, मया मया न श्रुता. न, अञ्चु इति धातुः अस्ति, तस्य क्विप् प्रत्ययस्य योजनेन वयं प्रातिपदिकं निष्पद्यते खलु, तत्र किञ्चित् भ्रमः जातः अतः पृच्छामि. अञ्चु इति वा? हा हा, कुत्र? अञ्चु इति धातुः अस्ति, गत्यर्थकः अपि पूजार्थे इति, तत्र क्विप् प्रत्ययस्य योजनेन तस्य प्रातिपदिकं प्रातिपदिकस्य निर्माणं भवति इति. तत्तु सम्यक् एव खलु? तत्र तत्र तदेव तत्र अहं वदामि, तत्र इत्युक्ते अत्र कृत् प्रत्ययः अस्ति वा सनादिप्रत्ययः अस्ति वा इति स्मर्तव्यं. सनादिप्रत्ययः केवलं प्रातिपदिकेभ्यः एव भवति, सनादिक्विप् प्रत्ययः प्रातिपदिकेभ्यः एव भवति, धातुभ्यः न भवति. सनादिक्विप् प्रत्ययः सर्वेभ्यः प्रातिपदिकेभ्यः एव विधीयते. अतः अञ्चु इति धातुतः यः प्रत्ययः विहितः सः प्रत्ययः सनादिप्रत्ययः नास्ति, कृत् प्रत्ययः. अञ्चु गतिपूजनयोः इति धातुः, अस्मात् धातोः सुबन्ते उपपदे क्विन् प्रत्ययः भवति. अत्र तु क्विप् इति प्रत्ययः प्रातिपदिकेभ्यः भवति, धातुभ्यः यदा क्विप् प्रत्ययः भवति तदानीं तु तत्र प्रातिपदिकं लभ्यते. अत्र प्रातिपदिकेभ्यः क्विप् प्रत्ययः यदा भवति तदानीं धातुत्वं लभ्यते. अस्तु, क्विप् इति प्रत्ययद्वयमस्ति वा? एकं तु सनादिप्रत्ययः, अन्यत् कृत्प्रत्ययः अपि अस्ति. कृत्प्रत्यय कृत्प्रकरणे तत्र बहूनि सूत्राणि सन्ति यैः कृत्प्रत्ययः विधीयते, तत्र दातवः के इति विशेषसूत्राणि अपि सन्ति. अतः तत्र तु प्रातिपदिकं लभ्यते, तदानीं वयं वदामः धातुत्वं न जहति इति वदामः, यतोहि तस्य प्रयोजनम् अस्ति. किमपि तत्र सूत्रस्य कस्यचित् सूत्रस्य कार्यं तत्र आवश्यकम् इति कृत्वा यत्र धातुसंज्ञा अपेक्षिता तदानीं धातुत्वं न जहति इति वदामः, परन्तु अत्र तादृशी परिस्थितिः नास्ति. अस्तु अस्तु, धन्यवादः भगिनी. अस्तु, तर्हि इदानीं अग्रे अरुणा भगिनी पठति वा? क्षम्यतां क्षम्यतां भगिनि, अत्र क्विप् योजनेन नूतनधातु भवति, तदेव भेदः अस्ति न तत्रैव? हा, धातु प्रातिपदिकेभ्यः क्विप् प्रत्ययस्य योजनेन नूतनधातुः भवति. हा अस्तु, प्रातिपदिकेभ्यः किमर्थं वदति? धातुतः अपि नूतनधातु भवति न तत्र? किं किं न सनन्तप्रत्ययः ये सन्ति ते धातुतः अपि भवितुम् अर्हति किल? प्रातिपदिकेभ्यः प्रातिपदिकेभ्यः एव भवति, यतोहि तत्र वार्तिकमस्ति भगिनि, सर्वप्रातिपदिकेभ्यः क्विब् वा वक्तव्यः इति वार्तिकमस्ति, अतः सर्वेभ्यः प्रातिपदिकेभ्यः एव क्विप् प्रत्ययः भवति, धातुभ्यः न भवति. ओ, सनन्त क्विप् प्रत्ययः प्रातिपदिकेभ्यः एव भवति. ओ अस्तु, सत्यम् अस्तु. सूत्रं किमस्ति भगिनि तत्र? सूत्रं वार्तिकमस्ति, सर्वप्रातिपदिकेभ्यः क्विब् वा वक्तव्यः इति. अस्तु, पश्यामि, धन्यवादः. भगिनि क्षम्यतां, भगिनि एकवारम् उक्तम् अत्र भूवादयो धातवः इति गणे इति गणं विहाय अन्यत्र एव सनादिप्रत्ययः योजयन्ति इति, किमर्थं न श्रूयते भगिनि? किञ्चित् वाक्ये आगत्य वदतु. क्षम्यता, इदानीं श्रूयते वा? इदानीं श्रूयते. एकवारम् उक्तं खलु भूवादयो धातवः इत्यस्य गणे ये धातवः सन्ति तं विहाय एव सनादिप्रत्ययाः योजयन्ते इति किमपि उक्तं खलु, मया न अवगतं तत्. भूवादिगणीयधातून् विहाय सना न मया न तथा न उक्तम्. किं कोऽपि मध्ये उक्तमासीत् किं भुवादिगणे ये दातवः सन्ति तान् विहाय इति वा न तत्र सर्वेभ्यः धातुभ्यः सनादिप्रत्ययाः भवितुम् अर्हन्ति परन्तु सूत्राधारेण भवति इत्युक्ते सर्वे प्रत्ययाः सर्वेभ्यः भवति इति नास्ति निष्प्रत्ययः चुरादिगणे यः निष्प्रत्ययः अस्ति सः तु चुरादिगणीयधातुभ्यः एव भवति परन्तु प्रेरणार्थे निच् अस्ति चेत् सर्वेभ्यः धातुभ्यः भवितुम् अर्हति परन्तु अन्ये सनादिप्रत्ययाः तत्र सूत्रमस्ति सूत्राधारेण भवति तत्र केचन प्रत्ययाः सर्वेभ्यः भवन्ति केचन न भवन्ति इति द्रष्टव्यम् अस्तु अस्तु भगिनि धन्यवादः अस्तु अन्य प्रश्नः अस्ति वा अस्तु अग्रे गच्छामः अरुणा भगिनी पठतु आं भगिनि औपदेशकदातवः पाणिनीयदातुपाठे त्रयश्चत्वारिंशत् अधिक एषु द्वादशसु प्रत्ययेषु अन्यतमः एषु द्वादशसु प्रत्ययेषु अन्यतमः निच् एव अतः निच् प्रत्ययस्य संयोजनेन चोरी पाटी लेखी इत्यादयः यावन्तः धातवः सृष्टाः ते सर्वे सनाद्यन्तदातवः इति सूत्रेण धातुसंज्ञकः काः एते च आदिदेशिकधातवः औपदेशिकधातवः उपदिंसहस्रं ते भुवादयो धातवः इति सूत्रेण धातुसंज्ञकः भवति अत्र दत्तं द्वादशप्रत्ययः सनन्तप्रत्ययः अन्ते निच् प्रत्यय अन्तर्गतः अस्ति निच् प्रत्ययोजनेन नूतन धातु भवति चोरी पाटी लेखी इत्यादयः हे दातवः सन्यन्तदातवः इति सूत्रेण धातुसञ्ज्ञकः भवति अन्यनामम् अस्ति चेत् आदिदेशदातवः इति उच्यते औपदेशदातवः इति उपदिंसहस्र ते अपि अन्यदातवः भुवा औपदेशदातुः दातवः भुवाद्यो दातवः इति सूत्रेण धातुसञ्ज्ञकः भवति निच् प्रत्ययोजनेन नूतनधातु भवति नूतनधातुसंज्ञा सनाद्यन्तदातवः इति सूत्रेण संज्ञा धातुसञ्ज्ञकः भवति सामान्य उपदेशदातवः उवादयौ धातवः इति सूत्रेण धातुसञ्ज्ञकः भवन्ति समीचीनं भगिनि बहु समीचीनं तर्हि इदानीं स्पष्टतया ज्ञायते अत्र सूत्रद्वयमस्ति धातुसंज्ञाविधानार्थं सनाद्यन्ता दातवः भुवादयो दातवः इति वयं जानीमः अस्तु तर्हि अग्रे अरविन्द महोदय औपदेशिकदातवः पाणिनीयधातुपाठे एकसहस्र नवशतं त्रिश्चत्वारिंशत् दातवः उपदिष्टाः सन्ति उपदिष्टाः दातवः अतः एते औपदेशिकदातवः येषां धातूनां धातुसंज्ञा भवति भुवादयो दातवः इति सूत्रेण तत्र औपदेशिकदातवः पाणिन्यधातुपाठे एव दत्तमस्ति ते सर्वे औपदेशिकदातवः इति संज्ञा अस्ति इति एवं तथैव औपदेशिकदातवः इति उच्यते तत्र अधिदेशिकदातवः तदनन्तरम् उपरितनान् पाणिनीयधातुपाठे पाठितान् धातून् वर्जयित्वा इतोपि अङ्कसङ्ख्या असङ्ख्याः धातवः सन्ति एते धातवः धातुपाठे न सन्ति अपि तु अस्माभिः निर्मिताः यदा गन्तुम् इच्छति जिगिमिष्यति इति सनन्दरूपं प्रायः श्रुतम् अत्र जिगिमिष इति धातुः अस्ति स च जिगिमिषधातु पाणिनीयधातुपाठे नास्ति गम् धातु धातुपाठे अस्ति अयं गम् धातु भुवातयो धातवः इति सूत्रेण धातुसंज्ञकः तदा सन् प्रत्ययं प्रत्ययं योजयामः चेत् नूतनधातु जिगमिष सृष्टः अस्माभिः. अयं धातुः सन्नन्ताः सनाद्यन्तः धातवः इति सूत्रेण धातुसंज्ञकः. एवमेव द्वादश प्रत्ययाः सन्ति, येषां योजनेन नूतनाः धातवः सृष्टा भवन्ति. यदा औपदेशिकधातवः भूवादयो धातवः इति संज्ञा दत्त्वा सूत्र धातुपाठे एव दत्तमस्ति, तान् विहाय आदिदेशिकधातवः असङ्ख्याः धातवः सन्ति, ते सनाद्यन्तधातवः इति द्वादश प्रत्ययानां योजनेन निर्मिताः भवन्ति. यदा गम् धातुतः सन् योजनेन जगमिष इति औपदेशिकधातवः निर्मितः, तस्य अनन्तरं तस्मात् आदिदेशिकधातवः निष्पन्नं भवति. यदि आदिदेशिकधातवः निष्पन्नं भवति तदनन्तरं तिङ् योजयित्वा यदा धातु औपदेशिकधातवस्य प्रक्रिया अस्ति, तादृशप्रक्रिया आदिदेशिकधातवां कृते अपि समानं भवति इति एव इति कृत्वा सनाद्यन्तधातवः द्वादश प्रत्ययाः योजयित्वा असङ्ख्याः आदिदेशिकधातवः निष्पन्नं कर्तुं शक्यते. समीचीनम् इति तत्र सनाद्यन्तधातवः इत्यनेन यः धातुः लब्धः तस्य एव आदिदेशिकधातवः आदिदेशिकधातुः इति नामकरणं. तत्र लौकिकव्यवहारे अत्र आदिदेशिकधातुः इति व्यवहारः अस्ति. अस्तु अस्तु, तर्हि इदानीम् अग्रे लक्ष्मी भगिनी पठति वा? आं भगिनी पठामि. चिरादिगणे निच् प्रत्ययः स्वार्थे अस्ति, इत्युक्ते धातुः एव अर्थपोषणं करोति. अत्र निच् प्रत्ययस्य पृथक्तया कोऽपि अर्थः नास्ति. प्रेरणार्थे निच् इति भिन्नविषयः. चुरादिगणे तादृशार्थः नास्ति एव. चुरादिगणे धातुतः यं कमपि प्रत्ययं संयोजयितुम् इच्छति, विकरणं भवतु वा आर्थधातुककृत् भवतु, तस्मात् पूर्वं निच् विधीयते एव. निच् प्रत्यये चुटु इत्यनेन नकारस्य इत्संज्ञा, हलन्त्यम् इत्यनेन चकारस्य इत्संज्ञा, तस्य लोपः इत्यनेन तयोः लोपश्च इ इति अवशिष्यते. निच् प्रत्ययः धातुभ्यः विहितः अपि च तिंशित् भिन्नः, अतः आर्थधातुकं शेषः इत्यनेन अयं निच् प्रत्ययः सार्वधातुकः न तु आर्थधातुकः न तु सार्वधातुकः. अस्तु, आर्थधातुकं न तु सार्वधातुकम्. इत्थं च निच् प्रत्ययः कीदृशः इति चेत् नित् च आर्थधातुकं च यत्किमपि कार्यं क्रियते निच् प्रत्ययं निमित्तीकृत्य अस्य एव रक्षणस्य बलात् क्रियते नित् आर्थधातुकम्. चुरादिगणे ये धातवः सन्ति तेभ्यः निच् प्रत्ययः विधीयते, किन्तु चुरादिगणे ये निच् प्रत्ययः विधीयते तस्य पृथक् अर्थः नास्ति, धातोः अर्थः एव पोषयति इति वैशिष्ट्यमस्ति. किन्तु अन्येभ्यः धातुभ्यः यथा निच् विधीयते तथा अत्र प्रेरणार्थे भवति, किन्तु चुरादिगणे तादृशः अर्थः नास्ति इति उक्तम्. चुरादिगणे धातुतः यत्किमपि प्रत्ययः योजयति चेदपि तत्र निच् प्रत्ययः धातोः अनन्तरं निच् प्रत्ययः भवति एव. निच् इत्यस्य चुटु इत्यनेन नकारस्य इत्संज्ञा भवति, हलन्त्यम् इत्यनेन चकारस्य इत्त, तयोः लोपः तस्य लोपः इत्यनेन भवति, केवलम् इ इति अवशिष्यते ह्रस्व इकारः, धातुतः ह्रस्व इकारः एव अवशिष्यते. निच् इति प्रत्ययः कीदृशः इति चेत् सः प्रत्ययः आर्थधातुकः प्रत्ययः अस्ति, यतोहि तिङ्क्षित् भिन्नः अस्ति इति कारणेन तिङ्क्षित् सार्वधातुकम् आर्थधातुकं शेषः इति सूत्रेण ज्ञायते एषः प्रत्ययः आर्थधातुकः प्रत्ययः इति. पुनः एषः प्रत्ययः नित् अस्ति, नित् अस्ति इति कारणेन नित् इति इत्यस्य विशेषणेन एव तस्य बलात् एव बहूनि कार्याणि प्रक्रियायां भवति इति अपि अत्र उक्तम्. नित् इति अर्थधातुकः अर्थधातुकस्य सूचकः अस्ति. तावदेव अत्र उक्तमस्ति भगिनि. हा समीचीनं. तर्हि इदानीं सूत्रे सत्यापपाश इति सूत्रे चुरादिभ्यः णिच् इति णिच् प्रत्ययः विधीयते इति उक्तम्, परन्तु तस्य प्रत्ययस्य कः अर्थः? कोऽपि वदतु तत्र, उमा भगिनी वदतु, प्रत्ययस्य कः अर्थः णिच् प्रत्ययस्य? स्वास्थ्ये एव अस्ति धातु धातु धातवः अर्थस्य एव निश्चित्यः भवति. न चुरादिधातुभ्यः णिच् प्रत्ययः भवति इति सत्यं, परन्तु णिच् प्रत्ययस्य कः अर्थः? कारयति. इदानीं चोरयति इति पदमस्ति, बालकः चोरयति, बालकः कन्दुकं चोरयति इति वाक्यमस्ति. अस्मिन् वाक्ये अस्य वाक्यस्य कः अर्थः? इत्युक्ते बालकः स्वयं चोरयति खलु. इदानीम् अहम् अन्यत् एकं वाक्यं वदामि. किं तत्र पिता पुत्रं पाठशालां गमयति. न चोरयति इति एव स्वीकृत्य वदतु. ओ एवं वा, चोरयति स्वीकृत्य वदतु. चोरः अन्यचोरं चोरयितुं प्रेरयति. न इदानीं तदेव वाक्यं, पिता बालकेन कन्दुकं चोरयति. पिता बालकेन कन्दुकं चोरयति इति वाक्यम्, अस्मिन् वाक्ये कः अर्थः? फादर् पिता पुत्रं प्रेरयति, प्रेरणा करोति, चौर्यकार्यं कर्तुं प्रेरयति खलु. प्रेरयति, तर्हि अत्र चोरयति इत्यनेन प्रेरणा अवगम्यते. पूर्वस्मिन् वाक्ये बालकः कन्दुकं चोरयति इति वाक्ये तु प्रेरणा न अवगम्यते खलु. तर्हि तादृश अवगमनं कथं जायते? अर्थं ज्ञात्वा एव. कस्य अर्थः? वाक्यस्य नास्ति, वाक्यस्य अर्थः तु अवगम्यते, परन्तु तादृश अर्थः कथं सिद्धः? उभयत्र तु चोरयति इत्येव पदम् वाक्यं दृष्ट्वा भगिनि. न उभयत्र चोरयति इति एव पदम् अस्ति, कर्तृद्वयम् अस्ति. उभयत्र चोरयति इति एव पदम् अस्ति, एकत्र तु स्वयं चोरयति इति वदति, अन्यत्र तु अन्यान् प्रेरयति इति वदति. तत् कथं ज्ञायते? वाक्यं दृष्ट्वा तु ज्ञायते, परन्तु तादृश अवगमनं वाक्ये कथं लब्धम्? तृतीयविभक्तेः प्रयोगः णिच् प्रत्ययः किम् अर्थे विधीयते इत्यनेन. तृतीयाविभक्तिः अस्ति इति सम्यक् एव, परन्तु तादृश अर्थस्य मूलं किम् इति चेत् णिच् प्रत्ययः कस्मिन् अर्थे विहितः इति. इदानीं तत्र लौकिकभाषायां वदति चेत् तृतीयाविभक्तिः अस्ति अतः अहम् अवगच्छामि, सर्वं सत्यमेव, परन्तु शास्त्रीयदृष्ट्या पश्यामः चेत् तत्र चोरयति इति पदम् उभयत्र समानं, परन्तु एकत्र तु प्रेरणार्थः अवगम्यते, एकत्र नावगम्यते। किमर्थं चेत् प्रत्ययस्य सः अर्थः अस्ति, एकत्र अस्ति अन्यत्र नास्ति। बालकः कन्दुकं चोरयति इति वाक्ये तत्र प्रेरणा नावगम्यते, यतोहि तत्र निष्प्रत्ययस्य अर्थः नास्ति, प्रेरणा इति अर्थः नास्ति। अतः चुरादिगणे चुरादिगणीयधातुभ्यः यदा निष्प्रत्ययः विधीयते तस्य निष्प्रत्ययस्य अर्थः नास्ति, प्रेरणा इति अर्थः नास्ति, कोऽपि अर्थः एव नास्ति, प्रत्ययस्य अर्थः नास्ति। अनर्थः अस्ति वा इति चेत् तथा न वदामः। वयं किं वदामः इति चेत् स्वार्थे भवति प्रत्ययः, स्वार्थे अनर्थकः प्रत्ययः। अतः धातोः यः अर्थः सः एव अर्थः प्रत्ययस्य योजनानन्तरमपि भवति। तर्हि किमर्थं प्रत्ययं योजयामः? रूपसिद्ध्यर्थ रूपसिद्ध्यर्थमेव तत् भिन्नवार्ता, सा तु भिन्नवार्ता, प्रेरणार्थे अपि आगन्तुं शक्यते इति भिन्नवार्ता। परन्तु अत्र निष्प्रत्ययस्य अर्थः वस्तुतः नास्ति, परन्तु एकक्षणं, निष्प्रत्ययस्य अर्थः नास्ति परन्तु तत्र स्वार्थे विधीयते इत्युक्ते तत्र धातोः यः अर्थः सः एव अर्थः प्रत्ययस्यापि भवति। अस्तु वदतु। अत्र चोरयति इत्यस्य अर्थः एकं स्वयं करोति इति अर्थः भवति, तत् धातुतः अर्थः। किन्तु प्रेरणार्थे चोरयति एव आगच्छति, चोरयति समानमेव द्वयोः कार्यार्थम्। सत्यं, चोरयति इति समानमेव, परन्तु एकत्र तु अर्थः अस्ति प्रत्ययस्य, अन्यत्र तु अर्थः नास्ति। एकत्र तु स्वार्थे विहितः अस्ति, अन्यत्र तु प्रेरणार्थे विहितः अस्ति। अतः तत् सन्दर्भानुगुणमेव अवगन्तुं शक्यते, परन्तु तादृश अर्थः कथं सिद्धः शास्त्रीरीत्या इति चेत् प्रत्ययस्य अर्थः अस्ति इति कृत्वा। अत्र अत्र चुरादिगुणे एव एवं विधं समानरूपं स्वयं स्वयं कर्तुं प्रेरणार्थं कर्तुम् आगच्छति, किन्तु पठति पाठयति इति चेत् डिफ्रेन्स् कम्स्। स्वयं पठति इति भिन्नः वार्तः, पठति इति भिन्नविषयः अस्ति, पठति इति सामान्य लट् रूपम् अस्ति, पठति पाठयति इति तत्र भेदः अस्ति, पाठयति इति निजन्तरूपम् अस्ति, तत्र प्रेरणार्थे निश्चयेव अस्ति। तत्र चुरादिगणे एव स्वयं करोति, पठति स्वयं करोति, सिमिलर्लि चोरयति स्वयं करोति, बालकः चोरयति। सो चुरादिगणे एव एवं विध समानरूपं प्रेरणार्थं। सत्यं सत्यं सत्यं सत्यं, चुरादिगणे एव एतादृशम् अस्ति, अन्यत्र तु पाठयति इति वदति चेत् तत्र तु प्रेरणार्थे एव अस्ति, तत्र स्वार्थे नास्ति। अतः एव स्वार्थे इति यदा वदति तत्र चुरादिगणीयधातुभ्यः एव निष्प्रत्ययः स्वार्थे भवति इति उक्तं खलु, अतः चुरादिगणीयधातोः विषये एव वयम् इदानीं वदामः। अस्तु, अतः तत्र स्वार्थे अस्ति इति स्मर्तव्यं, चुरादिगणीयधातुभ्यः निष्प्रत्ययः स्वार्थे विद्यते, इत्युक्ते प्रत्ययस्य अर्थः नास्ति। चोरयति, बालकः कन्दुकं चोरयति इत्युक्ते स्वयं चोरयति, तत्र नूतनः अर्थः नास्ति। अस्तु, इदानीं तत्र विजया भगिनी पठतु, निष्प्रत्ययस्य कारणतः इत्यतः पठतु। आं महोदय, निष्प्रत्ययस्य कारणतः धातुरूपी अङ्गे प्रमुखकार्यत्रयं सम्भवति। प्रथमबिन्दुः अचुङ्ति, अजन्त अङ्गस्य अन्त्यवर्णस्य वृद्धिः भवति ङिति निति प्रत्यये परे, येन विधि तदन्तस्य इत्यनेन अचः अङ्गस्य नाम न केवलम् अच् इति अङ्गस्य अपि तु अजन्तस्य अङ्गस्य अलोन्तस्य इत्यनेन अन्तिमवर्णस्य एव स्थाने वृद्धिः। ञ च न च ञौ ञौ इतौ यस्य तत् नित् तस्मिन् निति द्वन्द्वगर्भबहुव्रीहिसमासः अचः षष्ट्यन्तं निति सप्तम्यन्तं द्विपदमिदं सूत्रं मृजेर्वृद्धिः इत्यस्मात् वृद्धिः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अचः अङ्गस्य वृद्धिः निति. अत्र निच् प्रत्ययस्य कारणतः धातुरूपी अङ्गे प्रमुखकार्यं त्रीणि भवन्ति. अत्र प्रथमबिन्दुः अचो निति इत्यनेन अजन्त अङ्गस्य अन्त्यवर्णस्य वृद्धिः भवति. इदानीं येन विधि तदन्तस्य इत्यनेन अचः अङ्गस्य एव अत्र केवलं वृद्धिः भवति इति. अलोन्त्यस्य इत्यनेन एतत् सूत्रं सूचयति अन्तिमवर्णस्य एव तत् स्थाने एव तत् वर्णस्य विषये एव अत्र वृद्धिः भवति इति. अनन्तरं मृजेर्वृद्धिसूत्रमपि अस्ति. तत् एतत् सूत्रं वृद्धिः भवति, अनुवृत्तिः अपि भवति. इदानीम् अनुवृत्तिसहितसूत्रम् अचः अङ्गस्य वृद्धिः निति निति परे अस्ति चेत् अचः इति अदन्त अङ्गस्य वृद्धिः भवति इति अचोनिति सूत्रं वदति. उदाहरणरूपेण स्वीकुर्मः चेत् अत्र चि योगः इ भवति. अत्र अचोनिति अचः अङ्गस्य अत्र वृद्धिः भवति चि योगः इ. अत्र चै इति भवति, चै योगः इ चायि इति भवति. अत्र च किमर्थं चेत् चै चै किमर्थं भवति चेत् अत्र फुहन्तलघुपदस्य इत्यनेन इकारस्य स्थाने अचोनिति आमाम् अचोनिति इत्यनेन एव अत्र वृद्धिः भवति. इदानीं चै योगः इ भवति. एचो यव यावः इत्यनेन अनन्तरं चाय् योगः चाय योगः इ इदानीं चायि भवति. अनन्तरं निच् इत्य अत्र चाययति ति तिङन्तरूपेण चाययति इति चायि इति नूतनधातुः सिद्धः खलु. आम् आम् नूतनचयन् इति वृद्धिं कृत्वा. आम् आम् महोदय. अनन्तरं तत्र सार्वधातुक अर्धधातुकु अर्धधातुको योग सार्वधातुक अर्धधातुकयोः अत्र गुणः भूत्वा चाय इति भवति. इदानीम् एचो यव यावः इत्यनेन चाय भवति. चाय अनन्तरं ति योजनेन चाययति इति अन्तिमरूपं निष्पन्नं. न न न चायि योगः शप् योगः ति शप् अकारः तिष्ठति अत्र चाय इति भवति. अनन्तरं चाये चायय चाय इति अत्रापि सार्वधातुक चायय योगः ति चाययति. आम् महोदय समीचीनं. तर्हि तत्र निच् प्रत्ययम् आधारीकृत्य त्रीणि कार्याणि भवन्ति इति उक्तम्. एकं तु अचोयणिति, द्वितीयं तु अत उपदायाः, अनन्तरं उगन्तलघुपदस्य च. इत्युक्ते चुरादिगणे ये धातवः सन्ति तेषां विभागद्वयं कुर्मः चेत् अजन्तदातवः हलन्तदातवः इति विभागं कुर्मः चेत् ये अजन्तदातवः सन्ति तेषां कृते अचोयणिति इत्यनेन वृद्धिकार्यं भवति. ये हलन्तदातवः सन्ति हलन्तदातुषु उपदायां लघु इक्वर्णः अस्ति चेत् उगन्तलघुपदस्य च इति कार्यं भवति. उपदायां ह्रस्व अकारः अस्ति चेत् अत उपदायाः इत्यनेन वृद्धिकार्यं भवति. अन्ये ये दातवः सन्ति तेषां कृते तत्र विशेषकार्यं किमपि नास्ति. आहत्य निष्प्रत्ययमाधारीकृत्य त्रीणि कार्याणि अजन्तदातवः सन्ति चेत् वृद्धिः अचोयनिति इत्यनेन वृद्धिः, हलन्तदातवः सन्ति चेत् उपदायां लघु इक्वर्णः अस्ति चेत् गुणः उगन्तलघुपदस्य च इत्यनेन, अनन्तरम् उपदायां ह्रस्व अकारः अस्ति चेत् वृद्धिः भवति अत उपदायाः इति सूत्रेण. तर्हि प्रथमं सूत्रमस्ति अचोयनिति इति सूत्रम्, अचः अचः ङिति मिति इति उक्तं, तत्र अचः इत्यनेन तत्र अचः अङ्गस्य वृद्धिः इति निति इति उक्तं. तत्र उषाभग्नि वदतु अन्वयः कथमस्ति सूत्रस्य अन्वयः. आं भगिनि, अचोञ्च् णिति अचः अङ्गस्य वृद्धिः ङित् अथवा णिति, ङित् अथवा णिति परः अस्ति अचः अङ्गस्य अजन्तस्य अङ्गस्य वृद्धिः. अजन्त अङ्गस्य अजन्तः इति विशेषणं भवति, अङ्गस्य इति विशेष्यं भवति, विशेषणविशेष्यभावः अस्ति. तत्कारणात् अचः अजन्तस्य अङ्गस्य इति भवति, अचः इति अजन्तस्य इति भवति, अलोन्तस्य इत्यनेन अन्तिमवर्णस्य अजन्तस्य इति कथम् येन विधिस्तदन्तस्य इत्यनेन यत्र विशेषणविशेषभावः अस्ति अत्र विशेषणस्य कृते येन विधिः तत् अन्तस्य विधीयते, यः विधीयते तत् अन्तः इति स्वीकृतं भवति. सो अचः अङ्गस्य अचः इति विधीयते, अचः इति अजन्त इति स्वीकृतं भवति, अजन्तः अङ्गस्य वृद्धिः भवति. इत्युक्ते न केवलम् अच् इति अङ्गं, परन्तु तादृश अङ्गं यस्य अन्ते अच् वर्णः अस्ति तस्यापि ग्रहणेन विधिस्तदन्तस्य इत्यनेन. अतः केवलम् अच् इति अङ्गम् अस्ति चेदपि कार्यं भवति, अच् अङ्गस्य अन्ते अस्ति चेद् अपि कार्यं भवति. इत्युक्ते तत्र येन विधिस्तदन्तस्य इति परिभाषासूत्रेण तत्र कार्यक्षेत्रस्य वृद्धिः अथवा वृद्धीकरणं क्रियते, कार्यक्षेत्रस्य वृद्धीकरणं क्रियते. अतः तत्र अवयव अवयवीभावः भवति. अङ्गस्य अन्ते अच्वर्णः इति यदा वदामः, इत्युक्ते वस्तुतः अचः अङ्गस्य इत्यत्र अवयव सामान्यतया वयं पश्यामः चेत् अचः इति पदम् अङ्गस्य इति पदस्य विशेषणम् अस्ति. तर्हि विशेषणविशेष्यभावः यत्र भवति तत्र तु अवयव अवयवीभावः नास्ति, यतोहि अच् एव अङ्गमस्ति. तत्र सामान्यलोके सुन्दरः बालकः इति वदामः चेत् तत्र सौन्दर्यम् अवयवः नास्ति, बालकः अवयवी नास्ति. तर्हि तत्र अभेदसम्बन्धः अस्ति, सुन्दरः एव बालकः, बालकः एव सुन्दरः, अभेदसम्बन्धः अस्ति. अचः अङ्गस्य इत्यत्रापि अभेदसम्बन्धः एव दृश्यते, अच् एव अङ्गम्, अङ्गमेव अच् इति दृश्यते. परन्तु तथा अस्ति चेत् तत्र सर्वत्र कार्यं न सिद्ध्यति, अस्य कार्यं बहुत्र इष्यते. तत् कथं साधयितुं शक्यते इति चेत् येन विधिस्तदन्तस्य इति सूत्रेण अचः अङ्गस्य इत्यत्र यः विशेषणविशेषभावः अस्ति तत्र न केवलम् अभेदसम्बन्धः अपि च अवयव अवयवीभावसम्बन्धः अपि तत्र भवति. अतः अङ्गस्य अन्ते अवयवरूपेण अस्ति चेत् अपि कार्यं भवति इति वक्तुम् अत्र येन विधिस्तदन्तस्य इति सूत्रस्य प्रयोगः कृतः. तर्हि तत्र अचः अङ्गस्य इति अजन् न केवलम् अच्छिति अङ्गम्, अजन्तम् अङ्गम् इति अपि सिद्धम्. तर्हि इदानीं कुत्र कार्यं भवति? धातोः अन्ते, चकार इकार, अत्र उदाहरणस्य कृते चकार इकार इ इत्येव अङ्गम् अपि इति धातोः तः इति धातुः अस्ति चेत् एव कार्यं करोति अचः अङ्गस्य. परन्तु चकार इकार चि इति धातुः अस्ति चेत् एव अन्तिमवर्णस्य कृते कार्यं भवति इति अचः अङ्गस्य इति अन्तिमवर्णस्य एव कार्यं भवति, न तु चि इति सम्पूर्णस्य इति. कथम् अवगतम्? अलोन्तस्य इत्यनेन इकारस्य स्थाने एव कार्यं करोति, न तु पूर्ववर्णस्य अन्तिमवर्णस्य इति सूत्रं नास्ति चेत् तत्र किं भवति चि इत्यत्र? चि इत्यस्य कृते पूर्ण अङ्गस्य कृते न ची इति चीयोगः णिच् चीयोगः णिच् इति कृते अलोन्तस्य इति नास्ति चेत् छै इति रूपं न सिद्ध्यति. किं सिद्ध्यति? चीयोगः णिच् चीयोगः णिच् वृद्धिः भवति. सो ऐ एव सिद्ध्यति भगिनि. चीयोगः ई णिच् इत्यस्य ई चीयोगः ई देन् ची एव भवति. न न बट् वृद्धिः सिद्ध्यति चेत् वृद्धिः सिद्ध्यति चेत् चकारयोगः ऐ छै अपि भवति. दे टु देन् अलन्त्यस्य इति सूत्रं निरर्थकम् इति वदति वा? नो बट् इफ् देर् आर् धातु धातु कृते मोर् वर्णाः सन्ति चेत् न न भवती न अवगतवती. इत्युक्ते अवगतवती इति भाति, परन्तु अत्र किञ्चित् भ्रमः अस्ति. क्षीयोगः इ इत्यत्र यदि अलोन्त्यस्य इति सूत्रं नास्ति चेत् छी इति सम्पूर्णस्य स्थाने वृद्धिः भवति. सम्पूर्णस्य स्थाने वृद्धिसंज्ञकवर्णः कः? ऐकारः. ऐ इत्यस्य सम्पूर्णस्य स्थाने ऐकारः आयाति चेत् ऐ योगः इ इति जायते. ऐ योगः छी इत्यस्य कृते वृद्धि अस्ति चेत् भगिनि वैदिकस्य ऐ योगः न छी इत्यत्र वृद्धिः छी इति इदानीं वृद्धिकार्यं कस्य भवति? भवति खलु. इकोगुणवृद्धि इत्यनेन इक् वर्णस्य वृद्धिः भवति. तर्हि छी इत्यत्र इक् वर्णः इकारः, तस्य वृद्धिः कः? ऐ ऐकारः. ऐ ऐकारः. तर्हि ऐकारः कस्य स्थाने भवति? अङ्गस्य स्थाने भवति. अङ्गं किं? छी इति स्थाने ऐ भवति. ऐ आयाति. तर्हि ऐ आयाति चेत् इष्टरूपं प्राप्नुमः वा? न. अतः अलोन्तस्य इत्यनेन अन्तिमवर्णस्य स्थाने इति यदा वदामः तदानीं चकारः तथैव तिष्ठति, केवलम् ईकारस्य स्थाने ऐकारः भवति इति. तत्र अलोन्त्यस्य इत्यनेन चै योगः इ इति भवति. अवगतं वा? आं भगिनि. अत्र मीना भगिनी एकवारं वदतु, अचः अङ्गस्य इत्यत्र येन विधिस्तदन्तस्य इत्यनेन अर्थद्वयं कथम्? येन विधिस्तदन्तस्य अर्थद्वयम् इति यत्र विधिः विधीयते अस्मिन् सन्दर्भे वृद्धिः एव तस्य एक यत्र अङ्गम् अजन्त अच् अच् वर्णः अस्ति चेत् वा अङ्गम् अथवा अच् एकवर्णमेव अस्ति चेत् वा यदि इचि इति धातु चकारः इकारः अस्ति तस्मात् अन्तिमवर्णः इकारः यदि अलोन्तस्य इति सूत्रः नास्ति चेत् भगिनि भगिनि भगिनि इदानीं केवलं येन विधिस्तदन्तस्य इत्यस्य कार्यं किम् इति येन विधिस्तदन्तस्य इति तत्र कथं जानामि तत्र यत्र विधिः अन्तिमवर्णस्य अपि च अङ्गस्य अन्तिमवर्णः अस्ति चेत् अपि तत् अच् इति न केवलं यत्र अङ्गं केवलम् अच् इति एकः एव वर्णः अस्ति. अच् इति अच् अच् इत्युक्ते तत्र अच् प्रत्याहारे ये वर्णाः सन्ति तत्र इदानीम् अङ्गं केवलम् आकारः, अङ्गं केवलम् ईकारः, अङ्गं केवलम् उकारः तादृशमस्ति चेदपि कार्यं भवति. परन्तु अङ्गस्य अन्ते अच् वर्णः अस्ति चेद् अपि कार्यं भवति इति यदा वक्तुमिच्छामः तदानीं येन विधिस्तदन्तस्य. तर्हि इदानीं न केवलम् इ उ अकारः इकारः उकारः इत्येतेषां ग्रहणं, परन्तु तादृशधातुः यस्य अन्ते इकारः अस्ति, यथा छी इति धातुः तस्य अन्ते इकारः अच्वर्णः अस्ति, तस्यापि ग्रहणं भवति. यदि तत्र केवलं विशेषणविशेष्यभावः एव स्वीक्रियते तदानीं तु छी इत्यस्य ग्रहणमेव न स्यात् खलु. अतः चि इति धातोः कृते अपि कार्यं इष्यते इति कृत्वा तत्र न केवलम् अच् इति अङ्गं परन्तु यस्य अन्ते अच् अस्ति तस्यापि ग्रहणम् इति उक्तम् खलु अवगतं भगिनि भूदात्त तत्र भू बकारः ओकारः अस्ति शप् शप् विकरण आगच्छति चेत् भो भवति तत्र उकारः एव ओकारः भवति न न न शप् नास्ति इदानीं निच् प्रत्ययः अस्ति चेत् हा इदानीं निच् प्रत्ययः तत्र तत्र भ्वादित भू भ्वादिगणे समीचीनं भगिनि अत्र इति एकवारं चिन्तयन्तु पुनः यतोहि तत् तस्य विषयः बहु तत्र सः विषयः सम्यक्तया ज्ञातव्यः भगिनि अत्र पदाङ्ग पदाङ्गाधिकारे तस्य च तदन्तस्य च इति परिभाषा उपयोक्तुं शक्यते वा किं तस्य च तदन्तस्य च किं किं का परिभाषा पदस्य अन्ते अङ्गस्य अन्ते तस्य च तदन्तस्य च कार्यं भवति इति निर्जरशब्दस्य कृते वयं पठितवन्तः तत् अत्रापि वयं पठितवन्तः वयं वयं के वयं न सन्ति तत्र सत्यम् अन्यस्मिन् गणे अत्र तत्र वदतु तदन्तस्य च तत्तु अत्र सूत्राधारेण एव शक्यते खलु किमर्थं परिभाषायाः आवश्यकता अत्र येन विधि तदन्तस्य इति सूत्रं स्थापितं खलु पाणिनिना तदन्तस्य च तस्य च तदन्तस्य च इति तु न उक्तं परिभाषा उपयोक्तुं शक्यते वा इति न न अत्र येन विधि तदन्तस्य इति सूत्रमस्ति खलु परिभाषासूत्रम् इत्युक्ते यत्र सूत्राधारेण न शक्यते तत्र तादृशम् ओ अस्तु अस्तु स्वस्य रूपस्य अपि च तदन्तस्य रूपस्य च अस्तु अत्र येन विधिस्तदन्तस्य अत्र येन इति येन विशेषणेन इति वक्तुं शक्यते वा येन विशेषणेन येन विशेषणेन यदा विधिः अत्र अस्ति कमपि विधिं निर्दिश्यते येन येन विशेषणेन यदा यदा विधिं निर्दिश्यते तदा तदन्तस्य नाम तत् विशेषणान्तस्य संज्ञा अपि च स्वस्य नाम विशेषणस्य तस्य स्वस्य संज्ञा अपि भवति संज्ञा नाम तत् विधिः भवति विशेषणान्तस्य अपि च विशेषणस्य इति सत्यं सत्यं विशेषणान्तस्य विशेषणस्य इति अस्ति सत्यं समीचीनम् तत्र पदाधिकारे तस्य च पदन्तस्य च कार्यं किमपि न करोति भगिनि तत्र तु परिभाषति न तत्र निर्जरशब्दस्य विषये किं जातम् इति इदानीम् अहं न स्मरामि एकवारं द्रष्टव्यं तस्य च तदन्तस्य च इति सू इति परिभाषा तु किञ्चित् स्मरामि परन्तु तस्य कार्यं तत्र किम् अस्ति इति एकवारं द्रष्टव्यम् इदानीं न स्मरामि तर्हि अस्तु अग्रिमसप्ताहे चर्चयितुं शक्नुमः तत्र ग्रहणं भवति पदस्य ग्रहणमेव भवति परन्तु विधिः न उक्तं तत् ओ निर्जर निर्जरशब्दः इति तत्र तत्र ग्रहणं भवति परन्तु तत्र तु विधिः न उक्तं केवलं पदस्य अत्र तु विशेषणविशेषे भावः इति नास्ति खलु विशेषणविशेषे भावः इति नास्ति अतः तस्य अत्र कार्यं नास्ति यत्र विशेषण तस्य च तदन्तस्य च इति अत्र तु विशेषणविशेषभावः इति विषयः एव नास्ति अतः अत्र तस्य कार्यमपि न स्यात् अपि च येन विधि तदन्तस्य इति तु सूत्रम् अस्ति अतः तस्य चिन्तनस्य आवश्यकता एव नास्ति यत्र तादृशसूत्रं नास्ति तदानीं परिभाषायाः प्रयोगः इति हैरार्कि अस्ति खलु कस्य प्राबल्यम् अधिकं प्राबल्यदौर्बल्यनिर्णयः करणीयः अस्तु तर्हि अत्र स्थगयामः धन्यवादः नमस्कारः धन्यवादः भगिनि धन्यवादः भगिनि नमस्कारः धन्यवादः